कर्मणि भावे च इति पाठः इदानीम् अनुवर्तते. तत्र अस्माभिः प्रथमपाठे पठितं यत् सार्वधातुकप्रत्ययः अस्ति चेत् नाम लट् लोट् लङ् विधिलिङ्ग, तत्र यक् प्रत्ययः मध्ये आगच्छति, विकरणप्रत्ययः भूत्वा यक् प्रत्ययः. हा, तर्हि तत्र यक् प्रत्ययः कीदृशप्रत्ययः अस्ति? हलादि कित्. अतः हलादि कित् प्रत्ययानां कृते यानि यानि कार्याणि भवन्ति तानि सर्वाणि अत्र अपि भवन्ति. तत्र प्रथमः अस्ति आकारः अस्ति चेत् तत्र किमपि न भवति, परन्तु भूमा स्थापा गा जा गजहातिषाम् अस्ति चेत् तत्र दीर्घ इकारः भवति. एजन्तधातुः अस्ति चेदपि आकारः भवति. इकार उकारः अस्ति चेत् तत्र गुणः न भवति, यतोहि कित् अस्ति, परन्तु अकृत् सार्वधातुकयोः दीर्घ इति सूत्रेण दीर्घत्वं भवति, इकारस्य उकारस्य दीर्घत्वं भवति. ऋकारः अस्ति चेत् ऋंशु इति सूत्रेण ऋङ् आदेशः भवति, क्रियते म्रियते अपि. दीर्घरिकारः अस्ति चेदपि किं भवति? तत्र अपि तादृशं कार्यमेव भवति. ऋतैर्धातोः तदनन्तरं हलि च इति सर्वं भूत्वा कार्यं भवति. तदनन्तरं किमस्ति? हलद्धातु अस्ति, हलन्धातु. तत्र कित् अस्ति, अतः कार्य त्रीणि कार्याणि भवितुं शक्नुवन्ति. सम्प्रसारणं भवति गहि ज्या वै वैथि अपि च वचि स्वपि यजदिदं किति इति सूत्रेण. तदनन्तरं उपधायां नकारः अस्ति चेत् अनुदिधातूनां नकारस्य लोपः भवति इति भवति. अपि च गुणनिषेध तु अस्ति, सुगन्धलघुपदस्य च कार्यं न करोति इति सर्वम् अस्माभिः पठितं. तदनन्तरं गतवर्गे अस्माभिः किं नूतनः पाठः आरब्धः, तत्र निच् प्रत्ययः निजन्तधातुः अस्ति चेत् यथा चुरादिगणस्य धातुः अथवा प्रेरणार्थधातुः अस्ति चेत् तत्र कथं भवति इति अस्ति खलु. तर्हि सर्वप्रथमं निच् तु आगच्छति एव. तर्हि चुर्योगः णिच् चोरी इति भवति, पठ्योगः णिच् पाठी इति भवति, दायोगः णिच् दापी इति भवति, पुकागमः भवति खलु अर्धिव्री, नैयोगः णिच् नायी इति भवति, इति सर्वम् अस्ति. तर्हि इदानीं सर्वत्र इकारान्तधातुः अस्ति, अग्रे किमस्ति? यक् खलु, अग्रे अस्ति यक्. तर्हि इकारान्तधातुः अग्रे यक् अस्ति, तत्र किं भवति? सूत्रद्वयस्य प्रसक्तिः अस्ति. प्रथमं तु अस्ति अकृत् सार्वधातुकयोः दीर्घः, इत्यनेन दीर्घत्वं करणीयम्. अन्य अस्ति नेरनिटि. नेरनिटि तु सूत्रं किं वदति? नि अथवा णिङ् मतलब् नि प्रत्ययः अस्ति चेत्, णिच् अथवा णिङ् प्रत्ययः अस्ति चेत्, तदनन्तरं यदि अनिट् आर्धातुकप्रत्ययः, अनिट् इडागमः नास्ति, अनिट् आर्धातुकप्रत्ययः यथा यत् इति इडागमः रहितप्रत्ययः अस्ति, अनिट् प्रत्ययः अस्ति, तादृशप्रत्ययः अस्ति चेत् णिच् प्रत्ययस्य लोपः भवति. नाम णिच् प्रत्ययस्य अदर्शनं भवति. णिच् इत्युक्ते इकारः, तर्हि इकारस्य किं भवति? अदर्शनं भवति. तर्हि उभयोः सूत्रयोः मध्ये कस्य कार्यं भवति? तर्हि अस्माभिः एकं वार्तिकं पठितं खलु गतवर्गे, वार्तिकमस्ति यत् ल्लोप अव नल् नल् नल्ल्योपाव इयङ् उवङ् इयङ् यण् गुण् वृद्धि दीर्घेभ्यः पूर्वविप्रतिषेधेन. नाम यदि एकस्मिन् पक्षे नीलोपः अथवा अत् लोपः इति अङ्गमस्ति, अन्यस्मिन् पक्षे इयङ् यण् गुण् वृद्धि दीर्घ इति कार्यमस्ति चेत् सर्वदा नीलोपः अथवा अत् लोपः तस्य प्राधान्यं भवति. सूत्र पूर्व अस्ति अस्तु अथवा पर अस्तु. तर्हि अत्र अतिरिक्तसार्वधातुकयो दीर्घसूत्रं कार्यं न करोति, इदमेव सूत्रं कार्यं करोति, तेन इकारस्य लोपः भवति. तर्हि चोरी इकारस्य लोपः भूत्वा चोर् चोर्योगः य योगते चोर्यते, चोर्यते इति रूपं, पाठ्यते दाप्यते नायते इति सर्वम् अस्माभिः पूर्वमेव पठितं खलु. तर्हि एतत् अस्माभिः पठितं. एकम् अवशिष्टम् अस्ति. हा, भूयोगः णिच् तत्र किं भवति? भाव्यते. अस्तु तदेव इदानीं वयं किं कुर्मः अत्र तत्र भू क्री छो तेषां णिच् प्रत्ययानन्तरं रूपाणि कथं भवति इति अस्माभिः अस्माकं पठनम् अनुवर्तते खलु तर्हि पठतु इदानीं मदर् महोदय पठतु भूयोगः णिच् किं भवति भाव्यते क्रियोगः णिच् किं भवति करोतु कुत्र अस्ति महोदय तत्र 4B मध्ये नेरनिधि अस्ति तत्र लिख् धातु अस्ति अग्रे गच्छतु अग्रे अग्रे पठ् दा पै नी लिख् अत्र भूयोग णिच् ततः भूयोग णिच् तदनन्तरं कृयोगः णिच् कृयोग णिच् करोतु कृयोगः णिच् इकारः क्रि भवति प्रथमं तदनन्तरं यक् क्रियोगः णिच् किं भवति अचो अजन्तधातुः अस्ति चेत् वृद्धिः भवति खलु निच् प्रत्यय निच् प्रत्ययस्य वृद्धिः भवति अतः कार् भवति कार् योग कार् योग निच् ई कारि कारि इति दातु तदनन्तरं योगः कारियोग यक् इदानीं नेर्नटि इति सूत्रेण इकारस्य लोपो भवति कार्यते कार्यते इति भवति कार्यते अग्रे करोतु छेदने योगः निच् इदानीं छेदने योगः निच् छेदने इति धातु वा छो छो छो इति धातु छो योगः निच् अस्ति वृद्धिः भवति वृद्धिः भवति चौ चौ चव्योगः निच् चाव्य चावि चावि इति दातु छावि कथं चा न चा चावि इति प्रथमं तु वदतु छो तस्य प्रथमं किं भवति वृद्धिः भवति न वृद्धि न न न छो छो कीदृशधातुः अस्ति एजन्त अस्ति खलु इकः गुणः इकस्य एव गुणः भवति छो इति एजन्तधातुः अस्ति आदेश आदेश उपदेशे सति इत्यनेन आत्वं भवति वा आत्वं भूत्वा किं भवति छा इदानीं छा योगः णिच् किं भवति छा योगः किं भवति छा योगः अस्माभिः एकं सूत्रं पठितं खलु युगागमः छा छा युगागमः सामान्यतः अत्र न उपरि गच्छतु सूत्रमस्ति छा छा छा ह्वा व्या वे पां युक् अत्र किमस्ति सूत्रम् अवगच्छति प्राप्नोति वा उपरि अस्ति वा उपरि एकं पश्यतु अस्ति किञ्चित् उपरि गच्छतु, तत्र पै पै धातुः अस्ति खलु, तत्र अस्ति पै धातुः मध्ये. पै धातु प्राप्नोति वा? पै धातु तत्र किमस्ति? शोधातु, छोधातु, शोधातु, हे धातु, ये धातु, वे धातु, पादातु, तत् छो अपि अस्ति खलु? किं भवति? युक् युक् आगमो भवति निचिपरे. किं भवति रूपं? चा योगः युक् योगः इ चा योगः या यो चा चायि चायि इति भवति. चायि योगः यत् इदानीं नेरञ्जिनेटि इति रूपेण ईकारस्य लोपः भवति. चाय् चायते चायते सम्यक् वा? चायते चायते डबल्यू चायि ईकारस्य लोपः भवति किल महोदय? चायि इति चायते चायते. अस्तु चायते यते वद आम् वा न विद्या? कुत्र अस्ति इति अहं न जानामि महोदय. वद वद योगहणि एतदेव कुत्र अस्ति इति अहं न जाने, परन्तु भवतः लिङ्क् मध्ये एव अस्मि अहम्. सूत्रम् अस्ति न न अत्र द्वितीयबिन्दुः वा? भावकर्मण क्रिया लटि लोटि लङ्गि एतदेव द्वितीयबिन्दुः एव खलु? फोर् बि सिक्स् नाम किं फोर् बि मध्ये अस्ति खलु? भवतः एतत् न भवता एतत् न प्रेषितम् अत्र न एतदेव प्रेषितं मया. फोर् बि एव अस्ति, फोर् बि एव मम मम समीपे अपि अस्ति. तत्र अग्रे गच्छतु खलु, तृतीयबिन्दु अस्ति खलु, तृतीयबिन्दु तस्मात् किञ्चित् उपरि दातवः नेरेज् इति अस्ति. अत्र आर्द्रदातुकस्य बलादेः अनन्तरं चित्व चिन्वत्पक्षे पठ् धातु दा धातु तृतीयबिन्दुः अस्ति खलु, भावकर्मप्रक्रिया लटि लोटि विधिलिङ्गि सदन् धातवः खलु, तस्मात् उपरि गच्छतु. अत्र रघुपति आचार्य करोतु महोदय, अत्र अहं एतत् भवती फोर् बि जीरो जीरो फोर् बि इति अस्ति अत्र अचूणि नेरडि इति सूत्रं प्राप्नोति वा? सूत्रं प्राप्नोति वा? हा नेरनिटि मया प्राप्तमेव. तस्य अधोभागे अधोभागे एवम् एव तदनन्तरं पट् हेतुमति च एकनिमिषम् एकनिमिषम् नेरनिटि निजन्तधातूनाम् आदुधातुकस्य बलादेः चिन्वत् चिन्वत् भावस्य अग्रे अग्रे गच्छतु अग्रे गच्छतु. दा धातु अस्ति, पट् धातु, पै धातु, पै पाणे मितां ह्रस्वः अस्ति खलु? मितां ह्रस्वः मितां ह्रस्वः लिक् धातु अस्ति, लिक् क्रु भू इति अस्ति लिक् लिक् तदनन्तरं भू योगः क्रुयोगः चो इति नास्ति अत्र चो छेदने अस्ति चो छेदने न्यप् यम न्यप् यम छः रः बल छिन् न न न न न न न तद् अत्र तृतीयबिन्दौ भवती पश्यन्ती अस्ति इति चिन्तयामि. भवान् यत् प्रेषितं अहम् अत्रैव अस्मि एव फोर् बि वयमपि तत् अत्र एव स्मः फोर् बि अस्ति तत्र एकनिमिषं एकमदर् महोदय एकनिमिषं फोर् बि अस्ति भावकर्मप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि चुरादिगणे प्रेरणानिमिति च खलु तत्र तत्र अग्रे अग्रे गच्छतु हेतुमति च सनादन्तधातवः हेतुमति च असिद्ध उपरि आर्धधातुकस्य बलादेः नेरनिटि अनन्तरं निजन्तधातवः नेरनिटि अस्ति खलु नेरनिटि अनन्त अग्रिमपरिच्छेदः तु निजन्तधातूनां चिन्वत् भवस्य अपे अपक्षे न तत्र उपरि भगिनि तत्र नादः नास्ति तत्र उपरि उपरि गन्तव्यं तृतीयबिन्दोः पश्यन्ति उपरि दृश्यधातुः अस्ति दृश्यधातुः भवती जालपुटे अस्ति वा प्रिण्ट् औट् अस्ति वा जालपुट फोर् बि अस्ति महोदय फोर् बि एव खलु भवान् यत् प्रेषितम् अत्रैव अहम् अस्मि वर्ल्ड् सैन्स् नेट्वर्क् विकि भवती तत् उपरि इतोपि उपरि भगिनि इतोपि उपरि भवती बहु अधः गच्छति तृतीयबिन्दौ एव अस्ति इदानीम् उपरि गन्तव्यं तृतीयबिन्दु नास्ति द्वितीयबिन्दौ एव वयं करपत्रस्य आरम्भे गच्छतु ओ करपत्र आरम्भे अत्र अत्र नेरनिटि चूदातुः नेरनिटि एवमेव कत् पट् दा योगः निच् फै योगः पाणि वधुदातुः अस्ति अत्र अत्र वत् किमपि अत्र इकारः वद् योगः इकारः वद्योगः निच् अत्र इकारः एव तिष्ठति वदि इति भवति वा तावदेव वा महोदय वदि कथं भवति निजं वद् योगः निच् अस्ति अनुबन्धलोप वदतु तदस्ति सर्वम् अनुबन्धलोपेन भवति अग्रे वद् वदि योगः वदि वदि इति वदि कथं भवति निच् अस्ति अनुबन्धलोपानन्तरम् इकारः एव तिष्ठति णित् प्रत्ययः अस्ति खलु णित् प्रत्ययः अस्ति चेत् सूत्रं किम् अस्ति अङ्गकार्यस्य णित् प्रत्ययः अस्ति खलु अचोनिति इति अस्ति चेत् अत्र उपादायं दीर्घः भवति अतः वाद् इति भवति वा अचोनिति सूत्रेण न भवति अत उपादायम् अतः तत्र वाद् भवति अनन्तरम् अनुबन्धलोपानन्तरम् इकारः एव तिष्ठति वाद् योगः इकारः योजनेन वादि इति भवति अनन्तरं वादि इति अस्ति अत्र अन्तिमवर्णः इकारः अस्ति सार्वधातुक आर्धधातुकयोः इकारस्य स्थाने एकारः भवति गुणः भवति अनन्तरम् एकारस्य स्थाने एचो यवा यावः इत्यनेन अयादेशः भवति अतः तत्र वादये भवति ति योजनेन वादयति इति अन्तिमरूपं किं किं किं किं वादियोगः यक् अस्ति खलु यक् वादियोगः यक् भवति ककारस्य लोपः अनन्तरं या एव तिष्ठति वादय इति भवति अनन्तरं प्रति यो वादय वादियोगः य इदानीं करोतु वादियोगः य किं भवति वादियोगः य विजया महोदय वदति वादियोगः य यक् प्रत्ययः अस्ति खलु य किं भवति वादियोगः यक् योजनेन वाद्य इति भवति वा वाद्य केन सूत्रेण अत्र यन् सन्धिः भूत्वा इको एनचि इति सूत्रेण वा वाद्य सार्वधातुके यक् इति अत्र वादियोगः नास्ति खलु यकार अस्ति यकार अस्ति अतः महोदय वादियोगः य इति अस्ति, य प्रत्ययः कित् अस्ति, अतः गुण तु न भवति. नेरनिटि इति सूत्रमस्ति खलु, नेरनिटि नेरनिटि इत्यनेन प्रथमस्य इकारस्य लोपः भवति, अतः तत्र वाद्य इति भवति, वाद्यते ते योजनेन वाद्यते इति भवति. नेरनिटि इति सूत्रं कार्यं कृत्वा इकारस्य लोपः वाद्यते. अग्रे अग्रे करोतु महोदय. अहमेव वा. छिप् इति अस्ति, अत्र निच् अस्ति. छिप् इदानीं उपादायं लघु युक् अस्ति, अतः क्षेप इति भवति. क्षेपयोगः निच् भवति, अत्र क्षेपि इति भवति. क्षेपि सार्वधातुक यक् इत्यनेन यकारः भवति, क्षेप्य अनन्तरं ते योजयन्ति. क्षेप्यते इति भवति अन्तिमरूपम्. न न, सार्वधातुक यक् इत्यनेन यकार आगच्छति, क्षेपि योगः य, इदानीं किं भवति? क्षेप्य इति भवति. केन सूत्रेण? इकारस्य लोपः केन सूत्रेण भवति? इदानीमेव नेरनिटि इत्यनेन इकारस्य लोपः भवति. पूर्वतन इकारस्य लोपः भवति नेरनिटि इत्यनेन. अनन्तरं निश्चित्यनेन एव इकारः तिष्ठति. अत्र क्षेप्य इति भवति अन्तिमरूपम्. इदानीं ते योजनेन क्षेप्यते इति आत्मनेपदिनं भवति. क्षेप्यते. अस्तु, तदनन्तरं बुद्ध करोतु. बुद्ध तत्रापि पुगन्तलघुपदस्य च इत्यनेन बुद्ध बोध भवति. अनन्तरम् अत्र निश्चयोजनेन बोधी भवति, परन्तु नेरनिटि इत्यनेन इकारस्य लोपः भूत्वा बोध् इति भवति. अनन्तरं सार्वधातुक यक् इत्यनेन बोध्य इति भवति. ते योजनेन अत्र रूपं द्वयं भवति, स्वरितनित कर्तरि अभिप्राय क्रियाफलम् इत्यनेन. अतः तत्र परस्मैपदिनः आत्मनेपदिनः भवति. बोध्यति बोध्यति इति न वा, बोध्यते एव वा? अस्तु, भावकर्मणः आत्मनेपदम्. आत्मनेपदे आमाम् भावकर्मणः इति अत्र शीर्षकमस्ति. अतः तत्र भावकर्मणोः इत्यनेन आत्मनेपदिनः एव भवति, अतः तत्र बोध्यते इति भवति. बोध्यते. अग्रे कृष्योग णिच् अत्रापि णिच् इति णिच् अधिकृत्य गुणः भवति उपादायः. कर्षि इति भवति, कर्षियोग णिच् कर्षि, अनन्तरं यक् कर्षियोग णिच् योग ते खलु, अतः तत्र क्षम्यतां, कर्षियोग यक् योग ते, नेरनिटि इत्यनेन कृते नेः लोपः भवति, कर्ष्यते इति रूपं भवति. तदेव एध् एध् अस्ति, कर्ष्यते एध् इति अस्ति, तत्र किमपि नास्ति. किमर्थं गुणः न भवति तत्र? नास्ति तत्र इक् नास्ति इति कृत्वा एध् एधि इति भवति. एधि योग यक् नेरनिटि इत्यनेन नेः लोपः, अनिट् आर्धात्मकप्रत्यये परे, अतः एध्यते इति रूपं. तदेव गणयोग णिच् गणयोग णिच् अस्ति तत्र, तत्र गणयोग णिच् तत्र गणयोग इ इति अस्ति, गणयोग इ तत्र अतोलोपः भवति, तत्र अतोलोपः भवति. गणयोग गण्योग इ गणि इति भवति, तत्र वृद्धिः न भवति. किमर्थम् इति चेत् तत्र वयं यथा खत् इत्यस्मिन् दृष्टवन्तः, तत्र तत्र किमस्ति, तत्र एकमस्ति इदानीं मनसि, तत्र अच परस्मिन् पूर्वविधौ इत्यनेन तत्र स्थानिवतादेश अनल्विधौ अत्र तस्य अपवादः अस्ति. एतत् अनल्विधिः अस्ति, अतः तत्र अचपरस्मिन् पूर्वविधौ इत्यनेन तत्र उपधावृद्धिः न भवति. अतः गण्य गण्य गण्णि सस्यां गण् गणि इति एव धातुः. अनन्तरं यक् गण्य इति भवति, नेरनिटि इत्यनेन लोपः, नेहलोपः, गण्यते इति रूपम्. इति अस्ति. अग्रे अत्र प्रश्नः उदेति. गणि इति अस्ति खलु, गणियोग यक्. अत्र गणीय सामान्यकार्यमस्ति खलु, नेह नेर नेरनिटि इति लोपः भवति. गणि इति तत्र अच परस्मिन् पूर्व इति, अतः कथ इत्यस्मिन् वयं दृष्टवन्तः कथ्यते इति कथं भवति इति, कथ इति खलु. अत्रापि अत्र अकारः यद्यपि अस्ति तत् तत् तत्र सानिवत् भवति एव, तत्र अकारः तिष्ठति एव तस्य कृते. अतः उपधायाम् इदानीं नकारः अस्ति, न तु अकारः. सानिवत् आदेश अनल्विधौ अच परस्मिन् पूर्वविधौ इति अत्र यत् अच अच परस्मिन् तत्र अजादेशः परनिमित्तिक अजादेशः पूर्वविधिकर्तव्ये स्थानिवत् भवति इति अस्ति. इदानीं परनिमित्तिक अजादेशः लोपः इति अस्ति, तत् पूर्वनिमित्तमस्ति अत्र अत उपधायः कृते, तत्र स्थानिवत् भवति इति अच परस्मिन् पूर्वविधौ इति सूत्रं वदति. अतः तत्र पूर्ववि परस्मिन् स्थानिवत् भवति इति कृत्वा तत्र यद्यपि गण तत्र गण इत्यस्मिन् अकारः अस्ति, तत् स्थानिवत् भवति इति कृत्वा, इदानीं स्थानिवत् भवति चेत् गण एव पश्यति अतो अतो क्षम्यतां तत्र अत उपधायः इति सूत्रस्य कृते गण एव अस्ति, अतः तत्र वृद्धिः न भवितुमर्हति. इदानीं तत्र लोपः अस्ति, यतः गण् एव गण्योग इ गणि इत्येव. सम्यक् वा महोदय? सम्यक्, धन्यवादः. सर्वे आगच्छन्ति वा? वयं पूर्वं दृष्टवन्तः खलु तत्र निजन्तप्रसङ्गे वयं दृष्टवन्तः तस्य विषये. अवगच्छामि. तर्हि गणि, तत्र गणि भवति, गणि भवति, गाणि न भवति, यथा मया उक्तं वृद्धिः न भवति. गणि निरनिटि गण् गण्यते गण्यते. अस्तु, अतो लोपः, अतो लोपः अकारस्य अर्धकप्रत्यये परे लोपः भवति. अनन्तरं गण् भवति, गण् भवति. आमाम्, अनन्तरम् अच परस्मिन् पूर्वविद इत्यनेन तत्र उपधायस्य गुणनिषेध वृद्धिनिषेधः भवति, वृद्धिः न भवितुमर्हति अच परस्मिन् पूर्वविद इत्यनेन. धन्यवादः. तर्हि महोदय तत्र डबल् एस्टरिस्क् मध्ये अस्ति किमपि तत् पठतु. हा अस्तु महोदय, अत्र कृष् कृष् इत्यस्य गुणं कृत्वा कश् तदा अतोपदायाः उरन् रपरः इत्यनयोः एकत्र प्राप्तिः अस्ति किम् इति प्रश्नः. अत उपदायाः इदानीं तत्र यदा अकार आदेशः भवति तदा अत उपदायाः अपि उरन् रपरः इत्यस्य प्रसक्तिः भवति वा इति प्रश्नः. किमर्थमित्युक्ते गुणवर्णः तत्र अकार एव खलु, ऋकारस्थाने अकार एव भवति. इदानीं यदा अण्स्थाने तत्र क्षम्यताम् उरन् रपर तत्र ऋकारस्य स्थाने अण् विधीयते, तत्र रेफशिरस्क रेफ रेफ उरण्डपर इति रेफ शिरस्कः एव भवति इति अस्ति एकसूत्रम् उरण्डपर इति वदति. परन्तु अत उपदाय इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः, प्राप्ति किम् इति प्रश्नः. अत्र यदि भवति चेत् अत उपदायः परसूत्रम् अस्ति, यदि यदि तर्हि उरण्डपर पुरुसूत्रम् अस्ति, वन् वन् अस्ति तत्र एकपञ्चाशत् अस्ति उरण् अत उपदाय इति सप्तम अध्यायस्य अस्ति अङ्गकार्यमस्ति. अत्र परसूत्रस्यापि परसूत्रम् इति कृत्वा अन्यत्र अन्यत्र लब्धावकाशः अस्ति, अन्यत्र लब्धावकाशः अस्ति एव उरण्डपरः अथ उपादायः वयं दृष्टवन्तः अन्यत्रापि अस्ति. तर्हि तदाधारेण तस्य बलं स्यात् इति एकः पक्षः. परन्तु तथा नैव भवति, यतोहि रपरबलेन एव ऋकारस्य स्थाने गुणादेशः अकारः भवति. रपरत्वं न भवति चेत् ऋकारस्य स्थाने गुणादेशः न भवति एव, अतः तत्र गुणः न भवति. रेफ उरन् रपरः इत्यनेन रपरबलेन एव गुणादेशः भवति, अकारस्य गुणः भवति. तत्र रेफस्य मूर्धा अस्ति इति कृत्वा ऋ इत्यस्यापि मूर्धा अस्ति अतः अर् इति अतः गुणादेशः भवति. अतः यद्यपि उरण्परः इत्यस्य अपेक्षया अतोपदायाः परसूत्रमस्ति अपि च तयोः अन्यत्र न लब्धावकाशः अस्ति तथापि अत्र अतोपदायः इत्यस्य अत्र प्रसक्तिः एव नास्ति. किमर्थं चेत् उरण्परः अत्र किम् अत्र उरण्परस्य एव कार्यमस्ति न तु अतोपदायः. अतः अर् एव भवति इति अस्ति कर् एव भवति न तु तत्र तत्र कः किमस्ति काश् काश् इति न भवितुमर्हति कर्ष एव भवति इति अस्ति. किमस्ति अत्र प्रश्नः अस्ति कृष् धातु कृष् मध्ये पुगन्तलघुपदस्य च इत्यनेन वयं जानीमः ऋकारस्य स्थाने गुणः भूत्वा अकारः भवति खलु. ऋकारस्य गुणः किमस्ति अकारः. तर्हि कश् योगः णिच्. इदानीं प्रश्नः अस्ति यदा कश् भवति अकारः अस्ति तत्र उरण्परः इत्यनेन रेफः अपि आगन्तुं शक्नोति अथ उपधाया इत्यनेन अकारस्य वृद्धिः अपि भवितुं शक्नोति. तर्हि अपि च उभयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति अथ उपधाया परसूत्रमस्ति अतः किम् अथ उपधाया कार्यं करोति इति कोऽपि वक्ष चिन्तयितुं शक्नोति. तर्हि काश् इति भव भूत्वा काशयति इति अस्ति तर्हि तादृशं नास्ति. किमर्थम् उरण्परः इति सूत्रं यत् अस्ति न तत् किं वदति यत् ऊ स्थाने यदा अण् भवति तत् सर्वदा रपरः अस्ति नाम रपरत्वस्य बलेन एव रपरस्य बलेन एव ऊ स्थाने अण् भवति अन्य अण् तर्हि ऊ स्थाने गुण् भवति गुण भवति ऊ स्थाने अकारः तद् रपरस्य बलेन भवति रपरस्य बलेन भवति रपरत्वम् अस्ति अतः गुणादेश अकारः भवति. रपरत्वं न भवति चेत् ऋकारस्य स्थाने गुणादेशः अपि न भवति. तर्हि सर्वदा ऊ स्थाने अण् अपि च रपरत्वं तत् युगपत् गच्छति युगपत् गच्छति अतः सर्वदा गुणः भवति तदनन्तरं रपरत्वं तु भवति एव तर्हि कर्ष् भवति एव. एकवारं कर्ष् भवति चेत् तदनन्तरम् उपधायां रेफः अस्ति अकारः नास्ति अतः अतः उपधाया कार्यमेव न करोति अतः रूपं भवति कर्षि योगः यति यक् इकारस्य लोपः कर्ष्यते इति. सर्वे आगच्छन्ति वा? आम् महोदय. आम् महोदय. तत्र अन्यथा न भवति एव खलु तत्र अकारस्य आदेशः न भवितुमर्हति इति रेफ नागच्छति. तर्हि अकारस्य आदेशः भवति चेत् सर्वदा रपर भवति एव सर्वदा युगपदेव कार्यं भवति. अस्तु अनेन भावकर्मप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि अनेन भावकर्मप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि नाम सार्वधातुकलकारेषु चुरादिगणे प्रेरणार्थे निचि च समग्रचिन्तनं सम्पूर्णं. तर्हि भ्वादि तु क्रयादिपर्यन्तम् अपि च निजन्त धातूनां भावकर्मप्रक्रिया लट् लोट् लङ् विधिलिङ्गि सार्वधातुकलकारेषु समाप्तम्. अग्रे तृतीयबिन्दु महोदय पठतु भावकर्मप्रक्रिया लटि लोटि का महोदय. आम् वा महोदय नास्ति पठतु. अस्तु भावकर्मप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि सनन्तदातवः एगन्तदातवः सनन्तदातवः सनन्तदातवः इच्छार्थे भवन्ति यथा पठितुम् इच्छति पिपठिष्यति कर्तुम् इच्छति चिकीर्षति गन्तुम् इच्छति जिगमिषति. सनन्तरूपाणां धातवः सदा अदन्ताः भवन्ति सनन्त स इति अस्ति यथा पटयोग सन् प्रत्ययः अस्ति इदानीं तत्र वृद्धि क्षम्यतां तत्र सन् एव अन्तम् अस्ति अतः सन्नन्तम् अस्ति खलु सन्नन्तं सन्नन्त नमुडागमसन्धिः भवति सन्नन्तः इति भवति पिपटिष इति भवति पिपटिष इति भवति तत्र इडागमः भवति इति खलु पिपटिष इति धातुः अस्ति पिपटिष इति अकारान्तधातुः अस्ति क्रियोगः सन् तत्रापि तत्र चिकीर्ष इति भवति इति धातुः अत्रापि अकारान्तधातुः अस्ति गम्योगः सन् जिगमिष इति अकारान्तधातुः इति अस्ति अकारान्तधातुः अस्ति सनन्तधातवः सदा एव अदन्ताः इति कारणतः यकिपरे तेषां सर्वेषां कार्यं समानम् अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकारस्य लोपः भवति आर्धातुके प्रत्यये परे यक् अर्धातुकसंज्ञकः अतः यकिपरे सनन्तधातूनाम् अकारलोपः भवति यथा पिपटिष योग यक् इति अस्ति अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकार लोपः भवति आर्धातुके प्रत्यये परे यत् यक् इति आर्धातुकप्रत्ययः अस्ति अतः पिपटिष् योग यक् पिपटिष्य इति इदानीं तत्र मेलनं भवति वर्णमेलनमस्ति अतः किमपि नास्ति पिपटिष्य योगते पिपटिष्यते तथैव चिकीर्षयोग यक् अतो लोपः चिकीर्ष्य इति अङ्गं चिकीर्ष्यते तथैव गम् धातोः जिगमिष इति सनन्तधातुः जिगमिष योग यक् जिगमिष् योग यक् जिगमिष्य इति अङ्गं जिगमिष्यते इति रूपम् रे अतोलोपः इति सूत्रं वदति अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धातुके प्रत्यये परे इति अस्ति अनुवृत्तिसहितसूत्रमस्ति अतः अङ्गस्य लोपः आर्धातुके उपदेशे तत्र आर्धातुके उपदेशे इति आर्धातुकप्रत्यये परे तत्र लोपः भवति इति अस्ति इति अस्ति को किमपि भवति तत्र आर्धातुकप्रत्ययः अस्ति चेत् लोपः भवति इति अस्ति अग्रे पठामि वा महोदय तर्हि अतोलोपः अस्माभिः पूर्वं पठितम् अदन्त अङ्गमस्ति चेत् तस्य ह्रस्वाकारस्य लोपो भवति आर्धातुकप्रत्यये परे तर्हि सनन्ताधातवः सर्वदा अदन्तः सन्ति तेषाम् अनन्तरं यत् प्रत्ययः अस्ति आर्धातुक अतः अकारस्य लोपः भवति पिपठिष्योगः यत् पिपठिष्यते चिकीर्षयोगः यत् चिकीर्ष्यते जिगमिष्योगः यत् जिगमिष्यते इति तर्हि अत्र अत अङ्गस्य लोपः आर्धातुके उपदेशे इति अस्ति अस्तु अग्रे मदन महोदय पठतु अत्र प्रश्नः आयाति अत्र प्रश्नः आयाति यत् पिपठिष्य इति धातुः औपदेशिकधातुः नास्ति अतः कथं वा अतोलोपः इत्यस्य कार्यं भवेत् अतोलोपः इत्यस्य अनुवृत्तिः सहितसूत्रं भवति अतः अङ्गस्य लोपः आर्धधातुके उपदेशे अस्मिन् च उपदेशे इत्यस्ति तदन्तञ्च जिज्ञासा उत्तरम् एवं यत् उपदेशे इत्युक्ते औपदेशिकधातुः इति न धातोः यः प्रत्ययः विधीयते तस्य प्रत्ययस्य उपदेशकाले अङ्गम् अदन्तं भवेत् अत्र प्रकृतौ यस्मिन् समये यत् प्रत्ययः उपदिष्टः तस्मिन् एव काले अङ्गम् अदन्तं स्यात् प्रक्रियाक्रमे कालान्तरे अङ्गम् अदन्तं भवति चेत् अतो लोपः अनेन प्रसक्तं न भवति अतः धातुः आदेशित चेदपि अतो लोपः इत्यस्य कार्यं भवति किं लिखितम् अतोलोपः इति सूत्रं वदति उपदेशे एव अकारस्य लोपो भवति इति परन्तु अत्र निच् योजयामः सनन्तधातुः भवति चेत् आदेशे धातु भवति तदनन्तरम् इदं सूत्रं कथं कार्यं भवति इति प्रश्नम् उदेति उपदेशे इत्युक्ते औपदेशिकधातुः अस्ति आदिदेशिकधातुः अपि उपदेशे नास्ति उपदेशे न जानीमः प्रत्ययस्य उपदेशः प्रत्ययस्य उपदेशे वा उपदेशे इत्युक्ते धातुः प्रत्ययः विधीयते यथा धातुः प्रत्ययविधि विधीयते तदा तत्काले एव अङ्गम् अदन्तं भवेत् इति उक्तं तथा पिपटिष इति आदिदेशिक सूत्रमस्ति इदानीम् अदन्ताङ्गमस्ति एतत् पिपटिष्यते पिपटिष तदनन्तरं यक् योजयामः चेत् कथं तर्हि प्रश्नः किमस्ति अतो लोपः सूत्रमस्ति अतो लोपं सूत्रं किं वदति अतः अङ्गस्य लोपः भवति सार्वधातुकप्रत्ययपरे उपदेश अवस्थायाम् उपदेशे अवस्थायाम् आणि उपदेश अवस्था इत्युक्ते किं तद् चिन्तनमस्ति यदि उपदेश अवस्था इत्युक्ते उपदेशे सूत्र धातुपाठे इति अस्ति चेदेव कार्यं भवति इति अस्ति चेत् क्लेशः भवति किमर्थं पश्यतु तदन्तधातवः औपदेशिकधातुः नास्ति आत्मदेशिकधातुः उपदेश अवस्थायां कुत्र कुत्र भवति चेत् अत्र धातोः भवति प्रत्ययस्य कृते भवति सूत्रकृते भवति अनन्तरम् आगमः आदेशः तत् समये अपि उपदेश अवस्थायां परिवर्तनं भवति खलु महोदय तर्हि अत्र किं लिखितं तत्र उपदेशः तर्हि प्रश्नः उदेतु वक्तुं प्रश्नः भवितुं शक्नोति यत् सनद्भाधवः तु आतिदेशिकः सन्ति उपदेश उपदेशे तु न सन्ति उपदेशे इत्युक्ते धातुपाठे तु न सन्ति अतः किमर्थम् अतः लोपः तस्य कार्यं भवति सनद्धातूनां कृते इति प्रश्नः अस्ति अत्र उपदेशस्य अर्थः धातुपाठः नास्ति उपदेशः इत्युक्ते यदा अदन्तम् अङ्गं भवति तदा एव तत्र तस्मिन्नेव समये तस्मिन्नेव अवस्थायां तत्र प्रत्ययः भवति एतदेव लिखितमस्ति खलु अस्मिन् च उपदेशे इत्यस्ति तदर्थञ्च जिज्ञासा उत्तरम् एवं यत् उपदेशे इत्युक्ते औपदेशिकधातुः इति न धातोः यः प्रत्ययः विधीयते नाम अत्र प्रत्ययः विधीयते यक् तस्य प्रत्ययस्य उपदेशकाले नाम यदा तत् प्रत्ययः तत्र आगत्य उपविशति तत्र आगत्य तिष्ठति तत्र एव काले अङ्गम् अदन्तं भवेत् पिपठिषयोगः यक् यक् प्रत्ययः यदा आगच्छति तदा अङ्गं यत् पिपठिष अस्ति तद् अङ्गम् अदन्तम् अस्ति न वा अस्ति तस्मिन् समये अङ्गम् अदन्तम् अस्ति अतः तस्मिन् समये अङ्गम् अदन्तम् अस्ति अतः तत्र तत्र अतोलोपः कार्यं करोति तस्मिन्नेव समये यदा प्रत्यय आगच्छति यक् तत्र यदा आगच्छति तथा तस्मिन्नेव समये अङ्गम् अदन्तं भवेत् नाम यदि तस्मिन् समये तु नास्ति अदन्तं परन्तु प्रक्रियाक्रम मध्ये अनन्तरं कालान्तरे नाम प्रत्ययस्य योजनात् अनन्तरं यत्र कदापि तत्र अङ्गम् अदन्तं भवति चेत् तदा उपदेश अवस्था नास्ति वेन् द प्रत्यय कम्स् एट् देट् टैम् ओन्लि इट् शुड् बि अदन्त इट् शुड् नाट् बि देट् एट् देट् टैम् इट् इस् नाट् अदन्त बट् ड्यूरिङ्ग् द कोर्स् आफ् सम् प्रक्रिया इट् बिकम्स् अदन्त लेटर् नो देट् इस् नाट् उपदेश इत्युक्ते यस्मिन् समये प्रत्यय आगच्छति तस्मिन् एव समये तस्मिन् समये सः धातुः अदन्तः स्यात् प्रक्रियाक्रमे अनन्तरम् अदन्तं भवति चेत् उपदेश अवस्था नास्ति अतः यद्यपि पिपटिष आत्मदेशिकधातुः अस्ति औपदेशिकधातुः नास्ति तत्रापि अतोलोपः कार्यं करोति, यतोहि अद्य यक् धातुः प्रत्ययः भवति तथा तस्मिन्नेव काले तु आल्रेडि सनन्दधातुः अदन्त अस्ति एव, अतः तदा कार्यं भवति अतोलोपः कार्यं करोति पिपठिषयोगः यत् पिपठिष्यते। तदावश्यति वा उपदेशस्य अर्थः? अस्तु अग्रे पठतु मदन महोदय, अत्र प्रश्नः उदेति। अत्र प्रश्नः उदेति पिपठिषयोगः यत् इत्यवसरे अतोलोपः अकृत्सार्वधातुकयोः दीर्घः अनयोः द्वयोः युगपत् प्रसक्तिः अन्यत्र अन्यत्र लब्ध अवकाशः न च भवत। अकृतसार्वधातुकयो दीर्घः इति परसूत्रम्, अतः तस्य प्राप्तिः भवेत् न तु अतोलोपः इत्यस्य। परन्तु अत्र प्रश्नः उदेति यक् प्रत्ययः योजयामः चेत् अतोलोपः अकृत्सार्वधातुके दीर्घः सार्वधातुकयो दीर्घः इति सूत्रमपि द्वौ सूत्रस्य प्रसक्तिः अस्ति एक। परन्तु अकृत्सार्वधातुकयोः दीर्घ इति सूत्रं परसूत्रमस्ति, तस्य प्राप्तिः न भवेत् अतुलोपः परसूत्रं भवेत्। परन्तु अतुलोपः सूत्रं किमर्थं कार्यं करोति इति अत्र प्रश्नः उदेति। सम्यक् वा? द्वौ सूत्रस्य प्रसक्तिः अस्ति, किमर्थम् अतुलोपः इति सूत्रस्य कार्यं भवति इति अत्र प्रश्नः उदेति। तर्हि पिपठिषयोगः यक् इदानीम् अतोलोपः कार्यं कर्तुं शक्नोति इति तु सर्वे अवगच्छन्ति इति मन्ये, यतोहि यदा यत् प्रत्ययः आगच्छति यदा तस्य उपदेशः भवति तदा तु पिपठिष इति अदन्त अस्ति एव, अतः अतोलोपः कार्यं कर्तुं शक्नोति। परन्तु अन्यः प्रश्नः अस्ति यत् पिपठिषयोगः यक् अत्र यत् अलादि नाम यत् यकारादि यत् प्रत्ययः अस्ति पिपठिषमध्ये अजन्तङ्गमस्ति, अपि च यत् प्रत्ययः कृत् अपि नास्ति सार्वधातुकः अपि नास्ति, अतः तादृश अवस्थायाम् अजन्त अङ्गस्य दीर्घत्वं भवति इति वयं जानीमः खलु। तर्हि पिपठिषयोगः यक् पिपठिषायोगः यक् इति भवितुं शक्नोति, परन्तु अतोलोपः अपि तत्र कार्यं करोति, प्रसक्तिः अस्ति, उभयोः सूत्रयोः प्रसक्तिः अस्ति, उभयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अपि अस्ति। इदानीम् अकृत्सार्वधातुकयोः इति सूत्रं परसूत्रमस्ति, अतः तस्य कार्यं भूत्वा पिप्वटि चायते किमर्थं न भवति इति प्रश्नः उत्तरम् अग्रे अस्ति। अस्माभिः पठितं नल्लोप नल्लोपागुणवृद्धिदीर्घे सह पूर्वविवरिते गुणवृद्धिदीर्घ इत्येषां कार्याणाम् अपेक्षया ईप्रत्ययस्य लोपः अथवा अकारस्य लोपः तत्र लोपस्य बल लोपस्य बलं भवति यद्यपि सूत्रं पूर्वसूत्रमस्ति चेत्। तर्हि अत्र पिपठिषयोगः यत् मध्ये एकस्मिन् पक्षे तु दीर्घत्वं भवितुं शक्नोति केन सूत्रेण अकृत्सार्वधातुकयोः, अन्यस्मिन् पक्षे अकारस्य लोपः भवितुं शक्नोति अतोलोपः इति सूत्रेण, अत् लोपः अस्ति एकस्मिन् पक्षे अत् लोपः अस्ति एकस्मिन् पक्षे दीर्घत्वम् अस्ति, तर्हि दीर्घस्य अपेक्षया सर्वदा अत् लोपः बलवत्तरं भवति इति अस्माभिः पठितं खलु। एकस्मिन् पक्षे दीर्घत्वं भवति अग्रेसावधि एकस्मिन् पक्षे अतलोपः इति सूत्रेण अत् लोपः भवति, तर्हि अत् लोपस्य बलवत्तर अतलोपस्य बलं भवति यद्यपि अतोलोपः इति पूर्वसूत्रमस्ति, अतः अत्रापि यल्लोपात् यङ् यण् गुणवृद्धिदीर्घेभ्यः पूर्वकेन इति वार्तिकेन अतोलोपस्य एव कार्यं भवति। पिपठिष योगः यत् पिपठिष् योगः य पठिष्यते पर्यावसन्ति वा तर्हि ञल्लोपावियम् इति सूत्रस्य नीलोपस्य कृते कार्यम् अस्माभिः पूर्वं पठितं नियति मध्ये अल्लोपस्य कार्यम् अस्माभिः इदानीं पठितं सनन्तमध्ये अस्तु अग्रे विजया महोदय अत्र ञल् लोपो अग्रे न न मोक्तुमिच्छति तत् मोक्तुमिच्छति मुमुक्षा इति सन्नन्तधातुः मुमुक्षयोगः यक् अत्र यकार एव तिष्ठति मुमुक्ष्यते इति भवति केन सूत्रेण लोपः भवति इदानीम् अतो लोपः इत्यनेनैव मुमुक्ष्यते खादितुम् इच्छति चिकादिश इति सन्नन्तधातुः चिकादिश अत्र चिकादिश् इति भवति अतो लोपः इत्यनेन अनन्तरं यक् य योजनेन चिका दिश्यते इति भवति वदितुम् इच्छति विवदिश इति सन्नन्तधातुः विवदिश् इति भवति अतो लोपः इत्यनेन विवदिश्यते इति भवति वक्तुमिच्छति विवक्ष्यते इति भवति पातुमिच्छति विभास्यते इति भवति दातुमिच्छति दिश्यते इति भवति ज्ञातुमिच्छति जिज्ञास्यते इति भवति श्रोतुमिच्छति शुश्रूषयते इति भवति शुश्रूष्यते इति भवति शुश्रूष्यते इति भवति सर्वदा अकारस्य लोपः अतो लोपसूत्रम् अते लोपो अतो लोपः इत्यनेन सर्वदा अकार विवदिष्यते विवक्ष्यते पिपास्यते दित्स्यते जिज्ञास्यते शुश्रूष्यते अस्तु यङ्गन्तदातवः यङ् प्रत्ययात् पूर्वम् अच्छिवर्णः अस्ति चेत् अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व आकारस्य लोपः भवति आर्धधातुके कृते परे अस्ति चेत् यक् आर्धधातुकसंज्ञकः अतः यकि परे यङ्गन्तधातूनाम् अकारः लोपः भवति यथा नियोगः यङ् अत्र गुणः भूत्वा ने इति भवति ने ने अत्र यङ्गन्तधातुः अत्र नीनि इति भवति अनन्तरं पूर्वस्थितस्य इकारस्य गुणः भूत्वा नेनि नेनि इति भवति अनन्तरं यक् योजनेन या योजनेन नेनीय इति भवति इति यङ्गन्तनूतनधातुः भवति नेनीययोगः यक् इदानीम् अतो लोपः इत्यनेन नेनी इति भवति नेनी इत्यनेन अगन्त अङ्गस्य ह्रस्व अकारस्य लोपः भवति आर्धधातुः प्रति परे अस्ति चेत् अत्र नेनी योगः य नेनीय अनन्तरं ते योजनेन नेनीयते इति भवति तादृशमेव लोलूय यक् लोलूयते भोभूय भोभूयते इति भवति यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् अधः यङ्गन्तरूपमपि सनन्त इव अकारान्तमेव अस्ति अदन्तमस्ति अतः तत्र अपि अतोलोपः इत्यनेन अकारस्य लोपः भूति नेनीययोगः यक् अकारस्य लोपः अतोलोप इति सूत्रेण नेनीयते लोलूयते बोभूयते किमपि नास्ति तर्हि मम प्रश्नः अस्ति नेनीययोगः यक् इति अस्ति खलु अतोलोपः इत्यनेन अकारस्य लोपः भवति नेनीययोगः यक् इदानीम् उपधाय अस्तु अत्र नास्ति अस्तु किमपि नास्ति अस्तु मम प्रश्नः नास्ति तर्हि सर्वे आगच्छन्ति वा पुनः अकारस्य एव लोपः भवति आम् महोदय यकारस्य अपि लोपः भवति खलु महोदय यकारस्य लोपः भवति खलु तत्र अकारस्य लोपः भवति अकारः भवति अनन्तरं तत्र यस्य हलः इत्यनेन तत्र किम् अस्ति अत्र तदर् नेनि तत्र द्वयमस्ति खलु, यकारद्वयमस्ति खलु तत्र, एकयकारः यङन्त अस्ति, एकयकारः यक् प्रत्ययः अस्ति खलु, अतः तत्र यस्म तत्र तत्र अग्रे स्थानं पश्यामः. तर्हि तर्हि निनीयते, लोलूयते, बोभूयते, यकारद्वयं भवति. अग्रे भवानेव पठतु महोदय, यङ् प्रत्ययात् पूर्वं हल् प्रत्ययः अस्ति. अस्तु एकनिमिषं महोदय. एकनिमिषं महोदय. यङ् प्रत्ययात् पूर्वम् अचुवर्णः तदेव खलु महोदय? अस्तु, यङ् प्रत्ययात् पूर्वम् अचुवर्णः अस्ति चेत् अतोलोपः इत्यनेन अदन्तङ्गस्य ह्रस्व अकारलोपः भवति आर्धातुके प्रत्यये परे. अतोलोपः इति भवति यक् अर्धातुसंज्ञकः च, अतः यकि पर्याय यङन्तानाम् आकारलोपः भवति, यथा नीयोग यङ् ने नीय इति अस्ति तत्र, तदभवत् वा महोदय? तद् नास्ति खलु, अत्र तदेव अस्ति खलु, नेनीययोग यक् नेनीययोग अतोलोपः इत्यनेन नेनी इदानीं नेनीययोग यक् इति अस्ति, य क्षम्यता नेनी नेनी योग य इति अस्ति नेनीय. न यस्य हलः पठति खलु. एकनिमिषं महोदय. अस्तु अस्तु, अस्तु अस्तु, यस्य हलः, यस्य हल इत्यनेन हल उत्तरस्य य शब्दस्य लोपः भवति आर्धातुके प्रत्यये परे इति अस्ति, यथा भाभ्रश्य योग यते इति अस्ति, भाभ्रश्य योग यते इत्यनेन तत्र यस्य हल इत्यनेन हल उत्तरस्य य शब्दस्य लोपः भवति आर्धातुके प्रत्यये परे, भाभ्रश्य योग यते, हल उत्तरस्य इदानीं भाभ्रश्य इति अस्ति, इदानीं तत्र भाभ्रश्य इति अस्ति, अत्र इदानीं षकार यकार य इति अस्ति, षकार य इति अस्ति, य शब्दः अस्ति, अतः हल् उत्तरस्य य शब्दस्य एव यकार अकार यद्वयोः तत्र लोपः भवति, अतः भाभ्रश् यते भाभ्रश्यते इति भवति. अस्तु, यस् यथा तथैव नेनिज्ययुग यते, तत्रापि नेनिज्ययुगते तत्र यत्रापि अत्रापि य इत्यस्य लोपः भवति नेनिज्यते, वेविध्ययुगयते तत्रापि दकार यकार अस्ति, अतः हलु उत्तरस्य यकार य शब्दस्य लोपः भवति तत्र आर्वातिके प्रत्यये परे इति अस्ति, अत्र अत्र वेविध्यते तदेव मोमुध्यते इत्यपि भवति. यस्य हल इति सूत्रं वदति हल् उत्तरस्य य शब्दस्य इत्युक्ते यकार अकार य इति तत्र यङन्त अस्ति, अत्र यङ् इति प्रत्ययस्य य एव अस्ति, तस्य लोपः भवति आर्वातिके प्रत्यये य शब्दस्य लोपः भवति इति उक्तम्. यस्य इति षष्ट्यन्तं, हलः इति यस्य इत्युक्ते य शब्दस्य षष्ठी विभक्ति य इत्यस्य, अतः रामस्य इति भवति राम रामस्य, य इत्यस्य यस्य, यस्य षष्ट्यन्तं, हलः पञ्चम्यन्तं, द्विपदवितसूत्रम्, अतो लोप इत्यस्मात् लोप इत्यस्य अनुवृत्तिः अङ्गस्य आर्धातुके इत्यनयोः अधिकारः, अनुवृत्तिसहितसूत्रमस्ति हलः यस्य अङ्गस्य लोपः आर्धातुके इति अस्ति, यस्य हलः 64 59 59 अस्ति, अतः तत्र अतोलोपस्य कार्यं न भवति, अतः तत्र अपवादत्वेन भवति वा महोदय? सम्यक्, तर्हि सम्यक्, तर्हि अतोलोपः अस्ति 64 48, यस्य हलः अस्ति 64 49, तर्हि सामान्यतया अतोलोपः कार्यं करोति, तस्य अत्रापि प्रसक्तिः अस्ति. आम्, प्रसक्तिः अस्ति, प्रसक्तिः अस्ति, परन्तु यस्य हल तत्र अपवादत्वेन इति वक्तुं शक्नुमः, यत् यदि हल् वर्णः अस्ति यथा षकारः, नेनिज्यमध्ये जकार, वैविध्यमध्ये धकार, तदनन्तरं य शब्द अस्ति चेत्, य शब्द, तर्हि भाभृश्यमध्ये य शब्द अस्ति, नेनिज्यमध्ये य शब्द अस्ति इति सर्वम् अस्ति चेत् तत्र य शब्दस्य लोपः भवति आर्धातुकप्रत्यये. तर्हि अतो लोपः इति सूत्रं सामान्यसूत्रम्, अतोलोपः भवति चेत् अदन्तमङ्गम् अस्ति चेत् अकारस्य लोपः भवति, नेनिज् तत्र नेनीय इति अस्ति खलु निधातु नेनीययोगः अस्ति अत्र नेनीय यत्र यकारस्य अकारस्य लोप अकारस्य लोपः भवति अत्र नेनीय नेनीयते इति भवति खलु अत्र पश्यतु अत्र य शब्दः यत् अस्ति यङ् धातु यङ् प्रत्ययस्य य शब्दः तस्मात् पूर्वम् ईकारः अस्ति न तु हल् अतः सामान्यतया अतोलोपः इत्यनेन अकारस्य लोपः भवति नेनीय परन्तु यदि अपवादत्वेन यदि अत्र अदन्तमङ्गं तु अस्ति प्रश्नः नास्ति परन्तु यत् य शब्दः अस्ति तस्मात् पूर्वं य इत्युक्ते यङन्त तत्र य शब्दात् पूर्वं यदि हल् वर्णः अस्ति तर्हि तत्र केवलम् अकारस्य न परन्तु सम्पूर्ण य शब्दस्य लोपः भवति यथा बाभृष्ययोगः अति सामान्यतया अतोलोपेन अन्तस्य अकारस्य लोपः भवति परन्तु अत्र षकारः अस्ति तदनन्तरं य अस्ति नाम हल् वर्णात् अनन्तरं यकारः अस्ति य य शब्दः अस्ति अतः सम्पूर्ण य शब्दस्य लोपः भवति बाभृष्योगः यते बाभृष्यते पश्यते नेनिज्ययोगः यते यकारस्य लोपः भूत्वा नेनिज्योगः यते नेनिज्यते वैविध्यते मोमुद्यते इति सूत्रं पठतु महोदय हा यस्य हलः तदेव खलु महोदय हल् हल् उत्तरस्य य शब्दस्य लोपः भवति आर्द्वातिके प्रत्यये हल् उत्तरस्य इति हल् भवेत् हल् भवेत् अनन्तरं हल् वर्णात् परः यः य शब्दः अस्ति तस्य लोपः भवति आर्द्वातिके प्रत्यये परे इति अस्ति तर्हि तत्र हल् उत्तरस्य इत्युक्ते अत्र संयोगः अस्ति य य अपि च हल् हल् वर्णः अपि च य इति अस्ति चेत् तत्र यकारस्य नास्ति य शब्दस्य लोपः भवति इति अस्ति अतः एतत् अपवादत्वेन भवति अतः हलः यस्य हलः यस्य इत्युक्ते य शब्दस्य अङ्गस्य लोपः अर्धाधिके प्रत्ययपरे अङ्गस्य यस्य लोपः भवति हल् उत्तरस्य अङ्गस्य यस्य लोपः अर्धाधिके प्रत्ययपरे अङ्गस्य यस्य इति अत्र अङ्गस्य विशेषणम् अस्ति अङ्गस्य विशेषमस्ति यस्य तत्र अङ्गस्य आम् अधिकारे आम् सत्यं फोर् खलु अङ्गाधिकारी तर्हि यङन्तः य वर्ण य यस्मात् पूर्वं यदि अच् वर्णः अस्ति चेत् केवलम् अतोलोपः इत्यनेन अकारस्य लोपः हल् वर्णः अस्ति चेत् सम्पूर्ण य वर्णस्य लोपः य योगः अकारस्य लोपः अनेन भावकर्मप्रक्रिया महोदय तत्र तर्हि अन्यत्रापि अस्य सूत्रस्य प्रसक्तिः केवलं यङन्ते नास्ति तत् अन्यत्रापि भवितुमर्हति खलु तत् तादृश य इति प्रत्ययः अस्ति चेत् भवितुं शक्नोति परन्तु कुत्र भवति अतोलोप यथा अतोलोपः इति कार्यं अत्र हल् अस्ति चेत् सर्वदा अतोलोप इति कार्यं करोति आर्धातिके प्रत्यये परे अकार अङ्गम् अस्ति चेत् परन्तु यदि यदि संयुक्त अस्ति तदा यस्य हल इत्यस्य एव कार्यं भवति परन्तु तादृशसंयुक्त यत्र अन्ते य अस्ति कुत्र भवितुं शक्नोति कोऽपि अन्य य इति अस्ति वा तत्र तत्र यक् प्रत्ययः कृत् प्रत्ययः अस्ति चेत् भवति खलु तत्र कृत् प्रत्ययः यक् इति बहवः सन्ति खलु अन्ये कृत् प्रत्ययाः सन्ति खलु य इति अथवा तद्धितप्रत्ययः अपि भवन्ति य इति तद्धितप्रत्ययः आर्धातुकयं सत्यं तद्धित न भवितुमर्हति न भवितुमर्हति केवलं नास्ति प्रायः न महोदय अत्र अस्ति खलु अन्ये तत्र कृत्प्रत्ययाः सन्ति खलु तत्र यक् नास्ति अन्ये कृत्प्रत्ययाः सन्ति खलु तत्र किमस्ति अत्र अनियर् यक् यत् यत् यक् अपि अस्ति खलु यक् तत्र या एव तिष्ठति यङ् अत्र अनियर् यक् अनियर् अपि च किमस्ति अत्र क्यश् प्रत्यय यत् प्रत्ययः नत् प्रत्ययः अस्ति खलु य इति तत्र य इति आगच्छति खलु तत्र भवति वा इति चिन्तयामि या चिन्तयामि अस्तु, अहं मम मस्तिष्के तु इदानीं न आगच्छति, नाम दृष्टवान् न दृष्टवान् परन्तु प्रायः भवितुमर्हति अत्र अन्यत्रापि, अन्यथा यङ् इत्यस्य वक्तुं शक्यते, यङ् इत्यस्य यङः लोपः इति वक्तुं शक्यते, परं न उक्तवान्. सत्यम्. अस्तु, सो एतत्तु अस्ति. अनन्तरं किमस्ति, एकं झटिति वदामि, तत्र लट् लोट् लङ् विधिलिङ्ग् तु अस्माभिः पठितं. अत्र भावकर्मप्रक्रिया लटि लोटि लङ्गि विधिलिङ्गि सनन्त यङन्त समग्रचिन्तनं सम्पूर्णं, निजन्त अपि सम्पूर्णं चिन्तनं समाप्तम्. इदानीम् आधातुकलकार अस्ति चेत् लिट् लुट् लिट् लृङ् आशीर्लिङ् लुङ् तेषां कृते किं भवति कार्यम् इति प्रश्नः अस्ति. तर्हि लट् लोट् लङ् विधिलिङ्ग् तु सार्वधातुकलकाराः सन्ति, तत्र तु यक् प्रत्ययः भवति. परन्तु लिट् लुट् लङ् लृङ् आशीर्लिङ्ग् लुङ् षट् लकाराः तु आर्धातुक सन्ति खलु, अतः तत्र यक् प्रत्ययः न भवति. यतोहि यक् प्रत्ययसूत्रं किं, सार्वधातुके यक्, सार्वधातुकप्रत्ययपरे यक् आदेशः भवति. तर्हि लिट् लुट् लङ् लिट् मध्ये तु सार्वधातुकप्रत्ययः नास्ति खलु, आर्धातुकप्रत्ययः अस्ति, अतः तत्र यक् कदापि न भवति मध्ये. एतत् मुख्यचिन्तनमस्ति, अतः तत्र यक् प्रत्ययः न भवति. तेषां कृते कार्याणि कथं भवन्ति, बहुत्र तु किमपि नास्ति, यत् परस्मैपदरूपम् अस्ति तदेव आत्मनेपदं कृत्वा भावकर्मण भवति. यथा दास्यति, दाधातु लृट् लकारः कर्तृपदं, दास्यति अस्ति खलु, तस्य कर्मभावे किं भवति, दास्यते. पास्यति, पास्यते. लृङ् लकारः अदास्यत् इति अस्ति, अदास्यत्, अत्र भावकर्मणि अदास्यत खलु, इति सर्वमस्ति. तर्हि एतत्, परन्तु कुत्रचित् किञ्चित् नूतनकार्यमपि भवति लुङ् मध्ये, तत्र चिण्वत् भावः किमपि अस्ति, चिण्वत् भावः, तत् चिण्वत् भावः किम् अस्ति, कथं कार्यं भवति, तत्सर्वम् अग्रिमरविवासरे अग्रिमशनिवासरे पठिष्यामः. प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय. धन्यवादः महोदय. शुभसायं, शुभरात्रिः, नमस्कारः.